एकादशोऽध्यायः भगवतो विभूतयः उक्ताः तत्र च विष्टव्याहमिदं कृष्णम् एकांशेन स्थितो जगतो इति भगवता अभिहितं श्रुत्वा यज्जगदात्मरूपम् आद्यम् ऐश्वरं च साक्षात्कर्तुम् इच्छन् अर्जुन उवाच मदनुग्रहाय परमम् गुह्यमध्यात्मसन्नितं यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम मदनुग्रहाय ममानुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यम् अध्यात्मसन्नितम् आत्मानात्मविवेकविषयं य त्वया उक्तं वचः वाक्यं तेन ते वचसा मोहः अयं विगतः मम अविवेकबुद्धिः अवगता इत्यर्थः किञ्च भवाप्ययौ हि भूतानां श्रुतौ विस्तरशोमयं त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् भवः उत्पत्तिः अप्ययः प्रलयः तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया न संक्षेपतः त्वत्तः त्वत्सकाशात् कमलपत्राक्ष कमलस्य पत्रं कमलपत्रं तद्वत् अक्षिणी यस्य तव सत्त्वं कमलपत्राक्ष हे कमलपत्राक्ष महात्मनः भावः माहात्म्यपि च अव्ययम् अक्षयं श्रुतम् इति अनुवर्तते एवमेतान्यथार्थत्वम् आत्मानं परमेश्वरम् द्रष्टुमिच्छामि ते रूपम् ऐश्वरं पुरुषोत्तमम् एवमेतत् न अन्यथा यथा येन प्रकारेण आत्थ कथयसि त्वम् आत्मानं परमेश्वर तथापि द्रष्टुमिच्छामि ते तव ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सम्पन्नम् ऐश्वरं वैष्णवं रूपं पुरुषोत्तमं मन्यसे यदि तच्छक्यम् मया द्रष्टुमिति प्रभो योगीश्वर ततो मे त्वं दर्शयात्मानमव्ययम् मन्यसे चिन्तयसि यदि मया अर्जुनेन तच्छक्यं द्रष्टुमिति प्रभो स्वामिन् योगीश्वर योगिनो योगः तेषाम् ईश्वरः योगेश्वरः ये योगेश्वर यस्मादहम् अतीव अर्थि द्रष्टुम् ततः तस्मा मे मदर्थं दर्शयत्वम् आत्मानम् अव्ययम् एवं चोदितः अर्जुनेन भगवान् उवाच श्रीभगवानुवाच पश्यामि पार्थरूपाणि शतशोथसहस्रजः नानाविधानि दिव्यानि नानावर्णाकृतीनि च पश्यामि पार्थं रूपाणि शतशः अथ सहस्रशः अनेकशः इत्यर्थः तानि च नानाविधानि अनेकप्रकाराणि दिविभवानि दिव्यानि अप्राकृतानि नानावर्णाकृतीनि च नानाविलक्षणाः नीलपीतादिप्रकाराः वर्णाः तथा आकृतयश्च अवयवसंस्थानविशेषाः येषां रूपाणां तानि नानावर्णाकृतीनि च पश्यादित्यान् वसून् रुद्रम् अश्विनौ मरुतस्तथा बहून्यरुष्टपूर्वाणि पश्याश्चर्याणि भारत पश्यादित्यान् द्वादश वसूनष्टौ रुद्रान् एकादश अश्विनौ द्वौ मरुतः सप्तसप्तगणाः एतान् तथा च बहूनि अन्यान्यपि अदृष्टपूर्वाणि मनुष्यलोके त्वया त्वत्तः अन्येन वा केनचिन् पश्य आश्चर्याणि अद्भुतानि भारत न केवलम् एतावदेव यैकस्थं जगत्कृष्णं पश्याद्य सचराचरं मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि इह एकस्थम् एकस्मिन्नेव स्थितं जगत्कृष्णं समस्तं पश्य अद्य इदानीं सचराचरं सहचरेण अचरेण च वर्तते मम देहे गुडाकेश यच्च अन्यत् जयपराजयादीं यश्शङ्कसे यद्वा जेयम यदि वानो जेयुः इति यथवोचः तदपि द्रष्टुम् यदि इच्छसि किन्तु न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्यामि योगमैश्वरम् न तु मां विश्वरूपधनं शक्यते द्रष्टुम् अनेनैव प्राकृतेन स्वचक्षुषा स्वकीयेन चक्षुषा येन तु शक्यते द्रष्टुं दिव्येन तद्दिव्यं ददामि ते तुभ्यं चक्षुः तेन पश्यमि योगम् ऐश्वरम् ईश्वरस्य मम ऐश्वरं योगं योगशक्त्यतिशयमित्यर्थः सञ्जय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः दर्शयामास पार्थाय परमं रूपमैश्वरम् एवं यथोक्तप्रकारेण उक्त्वा ततः अनन्तरं राजन् धृतराष्ट्रः महायोगेश्वरः महांश्च असौ योगेश्वरश्च हरिः नारायणः दर्शयामास दर्शितवान् पार्थाय पृथासुताय परमं रूपं विश्वरूपम् ऐश्वरम्